पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 148 महादेव उवाच साभ्रमत्यास्तडे तीर्थं गयातीर्थमनुत्तमं चित्राङ्गवदनं नाम मालार्काधिष्ठितं शुभं कल्पपादपसन्तानैर् मम तारैश्चोपशोभितं चूदनिम्बगदम्बैश्च काश्मर्यश्वद्धपिन्दुकैः तस्मादपहरे कुष्ठं योजनस्मृतिविभ्रमाद यस्य संजायते कुष्ठं तस्य मालार्ककोहरेद यादु वेदोक्तविधिना नारी तत्राभिषिं चदि मृदवत्साधवा वन्ध्या पुत्रं प्राप्नोति साचिरात् सन्ध्यास्नानं जपो होमस्वाध्यायो देवतार्चनं कृतं भास्करभक्तेन मालार्के ह्यक्षयं भवेद् अत्र गत्वा तु देवेशि श्रीरवेर्व्रतमाचरेद इह लोके सुखं भुक्त्वा रवेर्लोकं हि यादि वै मृदवत्सो हि राजर्षिस्तत्र गत्वा करोत्तपः स राजा प्राप्तवान् पुत्रं श्रीमालार्कप्रसादः अत्र गत्वा विशेषेण उपवासी जितेन्द्रियः मालार्कं पूजयेद्यो वै मुक्तिभागी भवेद्ध्रुवं वसिष्ठप्रमुखा विप्रा देवा इन्द्रादयः सदा निवसन्ति सुरश्रेष्ठे मालार्के रविसन्निधौ इति श्री पात्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे मालार्कतीर्थं नाम 44 शततमोऽध्यायः ॐ